नमस्सर्वेभ्यः अस्माकं विभक्तिवल्लर्याः अपि च गीतासोपानस्य वर्गं प्रति सर्वेषां स्वागतम्। प्रवर्तमानः विषयः तु अस्ति लट्लकारः। तत्र किं पठितवन्तः इत्युक्ते एकनिमिषः अत्र प्रतिध्वनिः नमस्सर्वेभ्यः अस्माकं विभक्तिवल्लर्याः अपि च गीतासोपानस्य वर्गं प्रति स्वागतम्। प्रवर्तमानः विषयः अस्ति लट् लकारः। तत्र किं पठितवन्तः इत्युक्ते प्रायशः लट् लकारस्य रूपेषु अन्ते तु ति तः अन्ति सि तः थ आमि आवः आमः सन्ति। परन्तु तत्र केचन अपवादाः अपि सन्ति, यथा क्रीणाति क्रीणीतः क्रीणन्ति क्रीणासि क्रीणीथः क्रीणीथ क्रीणामि क्रीणीवः क्रीणीमः। तत्र आमि तु अस्ति परन्तु ईवः अपि च ईमः। अद्य किं कुर्मः इत्युक्ते तत्र किञ्चित् पठनं भवनीयम् इति मम मतः अस्ति। इत्युक्ते कथां पठित्वा अनेकानि दिनानि व्यतीतानि, तर्हि आदौ अद्य ध्येयमन्त्रं पठित्वा एकां कथां पठामि। विजयसङ्की महोदय पठतु एकनिमिषम्। दृश्यते किं मम प्रस्तुतिः? विजयसङ्की महोदय पठतु। विजयसङ्की महोदय आडियो नास्ति विजयसङ्की महोदयस्य। अस्तु विजयकुमार महोदय पठतु। नैव, किञ्चित् शनैः एव उक्तवान्। किञ्चित् उच्चैः वदतु महोदय, अपि च इयर्फोन् उपयुज्य वदतु, न तु ब्लूटूत्। न श्रूयते महोदय, न श्रूयते। किञ्चित् उच्चैः वदतु। अष्टो गुणा पुरुष दीपयन्ति प्रत्याच कौल्यं सदमं सुतं च पराक्रमक्ष बहुभाषिता च दानं यथाशक्ति कृतज्ञता च। सम्यक्। तत्र विसर्गस्य अपि च अनुस्वारस्य उच्चारणं सम्यक् भवितुम् अर्हति। अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च तौल्यं च दमश्रुतं च पराक्रमाश्चा बहुभाषिता च दानं यथाशक्ति कृतज्ञता च। अस्तु, चिन्ता नास्ति। तत्र चः इति न वक्तुं शक्नुमः, दोषः भवति तत्र। तदर्थम् उच्चारणं सम्यक् भवनीयम्। अस्तु, इदानीम् अहम् अत्र कथां स्थापयामि। महोदय, भवानेव आरम्भं करोतु। कथायाः शीर्षकं पठतु। अग्निप्रवेशः इत्युक्ते किं सर्वे जानन्ति, परन्तु वदतु। ओ, अग्निप्रवेशः इत्युक्ते किम्? एण्ट्रिङ्ग् द फायर्। अस्तु, एकनिमिष दृश्यते किं दृश्यते किं दृश्यते दृश्यते परन्तु किञ्चित् तत्र क्लेशः अस्ति किल इदानीं दृश्यते किं परन्तु किं तत् लेटरल् अस्ति किम् अस्तु पठतु यस् यस् इट् इस् लेटरल् कश्चन ग्रामः किञ्चित् उच्चैः वदतु महोदय उच्चैः वदतु न श्रूयते भवतः ध्वनिः सरस्वतीनद्याः तीरे कश्चन ग्रामः कश्चन इदानीम् अर्थं वदतु सरस्वतीनद्याः तीरे कश्चन ग्रामः नियर् दि सरस्वती रिवर् there was a village there was here they have not told but some village okay tire okay. tire okay. tire tire tasya vibhakti hi ka tire saptami vibhakti uttamam uttamam api cha saraswati nadyah tatra vibhakti hi ka नद्याः नदी नदी नदी प्रथमा विभक्ति नदी अस्ति किम् अत्र प्रथमा विभक्तिः तु नदी अस्ति किल नदी नद्यो नद्यः सोरि सोरि नद्याः षष्टि षष्टि षष्टि उत्तमम् उत्तमं नद्याः तीरे कश्चन ग्रामः अस्तु अग्रे अग्रे अन्यस्मिन् तीरे नद्याः अन्यस्मिन् तीरे महावटवृक्षः कश्चनः आसीत् तदपि कश्चन एव कश्चन कश्चन ओके नद्याः नद्याः अन्यस्मिन् तीरे महावटवृक्षः कश्चन आसीत् कश्चन ओके नियर् द रिवर् देर् इस् ए बिग् ट्री वटवृक्ष देट् इस् बेनियन् ट्री वटवृक्षः अस्ति परन्तु अन्यस्मिन् तीरे अत्र ग्रामः अस्ति अन्यस्मिन् तीरे अन्यस्मिन् तीरे इत्युक्ते किम् आन् दि अदर् सैड् आन् वन् सैड् ओके आन् द वन् सैड् आफ् द शोर् देर् वास् अ विलेज् आन् दि अदर् सैड् देर् वास् अ ब्रिड्ज् ओके ओके महावट एकनिमिष नद्याः नद्याः विभक्तिः का नद्याः विभक्ति इस् षष्टि विभक्ति अस्तु अन्यस्मिन् अन्यस्मिन् It's not a, it's a pratyaya, it's not? Naiva, sarvanama padam asti. Okay, sarvanama, anyasmin. Asmin, anyasmin, kasmin. Tasmin. Tasmin. Just a minute, I'll just try. Kobi, sahayam kartum shaknoti kim? विजयमहोदयस्य साहाय्यम् अन्यस्मिन् अन्यस्मिन् प्रोनौ परन्तु विभक्तिः का विभक्ति कविता भगिनी विजयशङ्कीमहोदये अन्यस्मिन् पञ्चमी पञ्चमी नैव नैव विजय विजयशङ्कीमहोदय अस्ति किं नैव सप्तमी सप्तमी ओके ओके सप्तमी विभक्तिः अन्यस्मिन् अन्ययोः अन्येषु तथा तीरे तीरे तत्र तीरे सप्तमी विभक्तौ अस्ति तर्हि तत्र विशेषणमपि अन्यस्मिन् अस्ति किल तत्र विशेषणम् अस्ति अन्यस्मिन् तीरे तर्हि तदपि सप्तमी विभक्तौ एव भवति महावृट महावटवृक्षः तस्य विभक्तिः का महाप्रथमा विभक्ति उत्तमं लिङ्गं किं पुल्लिङ्ग उत्तमम् अस्तु अत्र क्रियापदं किम् आसीतः आसीत् तत्र विसर्गः नास्ति आसीत् आसीत् तत्र तत्र लकारः कः आसीत् लट् लकार नैव अस्तु अग्रे पठतु तस्य अधः प्रेमानन्दः नामः सन्यासी स्वस्य द्वाभ्यां शिष्याभ्यां साकं वसति स्म अर्थं वदतु तस्य अधः इन् फ्रण्ट् आफ् देट् अधः इन् फ्रण्ट् आफ् अस्ति किं तर्हि पुरतः किं पुरतः ओ अधः इत्युक्ते किं बिलो बिलो बिलो बिलो वाट् बिलो द below the tree the premananda nama sanyasi the name of premananda vasya dvapya shishya with two shishyas sitting in the he used to live vasati sma vasati live live he used to live tatra sma okay. Sma atra tu bhuta kalah eva asti vasati sma parantu parantu sma kim tatra lat lakarena sah eva upayujyamahe kim tatra upayujyaniyam tari vasati sma he used to live अत्र साकं साकम् इस् वाट् साकम् इस् आल्सो वित् वित् साकम् इस् वित् वसति स्म इस् हि यूस्ड् वित् टु शिष्यास् ओके ओके वित् टु शिष्यास् सो वै दिस् साकं सः सहितम् आल् दीस् आर् यूस्ड् विद् द थर्ड् विभक्ति तस्य इति पदस्य विभक्तिः का महोदय वदतु तस्य इति पदस्य विभक्तिः का तस्य रामस्य षष्टि षष्टिविभक्ति अधः तु अव्ययं पदमस्ति प्रेमानन्दः तत्र विभक्तिः का प्रेमानन्दः इस् प्रथमा विभक्ति तत्र प्रातिपदिकं किम् प्रेमानन्द उत्तमं कीदृशं पदं अकारान्त पुल्लिङ्गशब्द उत्तमं तत्र सन्यासी सन्यासी विभक्तिः का सप्तमी किमर्थं सन्यासी ओहो प्रथमा विभक्ति प्रथमा विभक्ति तत्र प्रातिपदिकं किम् इकारान्त पुल्लिङ्ग नैव तत्र स्वामिन् वत् अस्ति स्वामिन् यथा स्वामिन् स्वामी भवति प्रथमा विभक्तौ तथा सन्यासिन् सन्यासी भवति प्रथमा विभक्ति एव प्रेमानन्दस्य तत्र विशेषणम् एव किल. हा, स्वस्य स्वस्य इति पदस्य विभक्तिः का? स्वस्य षष्टिविभक्ति. षष्टिविभक्ति. द्वाभ्यां तत्र विभक्तिः का? अहम् उक्तवती रामाभ्यां चतुर्थी. चतुर्थी तु अस्ति, परन्तु अत्र तृतीया विभक्तिः अस्ति. किमर्थं तत्र साकम् अस्ति? बट् चतुर्थी आल्सो इस् द सेम् न रामाभ्यां. आम् सत्यं, परन्तु चतुर्थी कदा भवति? यदा वयं दानस्य क्रियां कुर्मः तदा. अत्र दानस्य क्रिया नास्ति, अत्र साकम् अस्ति. साकं साकेन सहितं तृतीया विभक्तिः अपेक्षिता. ओके, अस्तु. वसति स्म, वसति कीदृशं पदं? वसति क्रियापदं. तत्र लकारः का? सः लट् लकार. उत्तमं. पुरुषः कः? प्रथमा विभक्ति. प्रथमा पुरुषः. विभक्ति तु नामपदानाम्. अग्रे पठतु. हां भगिनि. ग्रामजनाः विविधानां समस्यानां परिहाराय तस्य समीपम् आगच्छन्ति स्म. द विलेज् पीपल् विविधानां समस्या फार् दि सोल्यूशन् सोल्यूशन् एण्ड् फार् दि परिहार मीन्स् फार् दि विलेज् पीपल् विविधानां समस्यानां मीन्स् फार् दि सोल्यूशन् आफ् दि विविधानां मीन्स् various solution, various solution. Solution with various problems. Samasyana, problem. Various problems. Problem. For the parihara, they went to the nearer agachanti. They used to go to him. They used to come to him, you can say. Come there, to but him. Agachanti. Ah. Tatra, grama janaha. तत्र विभक्तिः का? प्रथमा विभक्ति बहुवचनं. वचनं बहुवचनं. उत्तमं. विविधानां समस्यानां विभक्तिः का तत्र? वचनं बहुवचनम्. उत्तमं. परिहाराय तत्र विभक्तिः का? रामाय. चतुर्थी विभक्ति. उत्तमं. तस्य तु जानाति. आगच्छन्ति कीदृशं पदम्? आगच्छन्ति आगच्छन्ति इस् विच् लकार लट् लकार. वचनं बहुवचनं. बहुवचनं. अग्रे. सन्यासी ताः समस्याः परिहरति स्म. सन्यासी ता समस्या द सन्या दट् सेण्ट् गिव् द सोल्यूशन् सोल्यूशन्. अत्र क्रियापदं किं? परिहरति. लकारः कः? लट् लकार. तत्र अत्र समस्याः विभक्तिः का? प्रथमा विभक्ति बहुवचनं. बहुवचनं. ताः तत्र विभक्तिः का? ताः प्रथमा विभक्ति. लिङ्गं पुल्लिङ्ग. पुंलिङ्गं किमर्थं? ताः रामः सः सः तौ ते स्त्रीलिङ्ग वचनं द्विवचनं अग्रे जनाः ततः सन्तुष्टाः भवन्ति स्मः The people get satisfied. People get satisfied with him. Yeah. So he used to be, they used to be satisfied. Janaha. Satra. Vibhakti ka. Pratama vibhakti bahu achanam. Pratipadikam kim? Akaranta pullinga. Satya. सन्तुष्टाः तत्र विभक्तिः का प्रथमा विभक्ति बहुवचन भवन्ति कीदृशं पदं भवन्ति लट्लकार बहुवचनं उत्तमम् अग्रे अवस्थेभ्यः महोदय कथं पठनीयम् इत्युक्ते वाट् यु शुड् डू वेन् एवर् देर् इस् अ जायिण्ट् संयुक्त अक्षराः दट् टैम् वाट् यु शुड् डू इस् यु शुड् टेक् द हाफ् ओके हाफ् दट् इस् देर् अलाङ्ग् वित् द प्रीवियस् आल्फबेट् फार् एक्साम्पल् नो ओवर् हियर् हौ यु रीड् इट् अस्वस्थेभ्यः अस्वस्थेभ्यः जनेभ्यः सह तत्र लभ्यमानाभिः मूलिकताभिः मूलिकादिभिः औषधं सज्जीकृत्य ददाति स्म अपि अर्थं वदतु जनेभ्यः इस् पीपल् सः तत्र अस्वस्थ मीन्स् दे गेट् फीवर् इस् मीन्स् अन्वेल् पीपल् दे वेण्ट् टु लभ्यमानाभि मीन्स् मूलिकादि इस् ए मेडिसिन् ऐ थिङ्क् एण्ड् लभ्यमानाभि मीन्स् दोस् विच् यूस् टु गेट् ओवर् देर् वाट् वाज़् ओके अवेलेबल् ओश् देट् ओश् नौ नौ नो या एण्ड् द रैट् सैड् एण्ड् इस् नाट् Now? Yeah. Oh. Yes. Now. Okay. So he used to give the medicines, Aushadhi is a medicine. Sarjikritya is to make them ready and he is to give it to them. Okay. Is to not only make them ready, api kritya dadati sma api. So he used to keep sajji kritya dadati sma api. Okay. So he used to keep it ready and he used to make it ready and he used to give also. Okay. Atra asvasthebhyah janebhyah tatra vibhakti hita. Again, it's kritya, I think. Kritya vibhakti. नैव अस्मेभ्यः पञ्चमी पञ्चमी अपि अस्ति परन्तु अत्र क्रियापदं किं पञ्चमी चतुर्थी ओन्लि चतुर्थी ओन्लि वाय् बिकास् ददाति इस् देयर् वाट् इस् पञ्चमी पञ्चमी इस् वेन् देर् इस् अ सेपरेशन् ओके ओके ओके रेकग्नैज़् सो अस्वस्थेभ्यः जनेभ्यः ददाति स्म सो बिकास् ददाति इस् दे यु नो देट् to them he is to give, for them he is to give. Okay, then it's chatur. Saha tatra labhyamana bhihi mulika adibhihi tatra vibhakti ka. स्त्रीलिङ्गे स्त्रीलिङ्गे बिकास् मूलिका मूलिका इस् एक्चुलि स्त्रीलिङ्ग सो मूलिकादिभिः सो देर् इस् बिकम् लैक् मालाभिः लभ्यमानाभिः लभ्यमाना तत्र स्त्रीलिङ्गे अस्ति सज्जीकृत्य सज्जीकृत्य कीदृशं पदं स्मरति किं सज्जीकृत कृत्य कृत्य कोऽपि जानाति किं नो कृत्य कृत्य सविता भगिनी विशालाक्षी भगिनी नैव नैव विशालाक्षी भगिनी विजय थङ्गी महोदय कृत्य नैव नैव नैव विशालाक्षी भगिनी किमपि वक्तुम् इच्छति किं नो नो नो ऐडिया एट् आल् कृत्य ल्यप् ल्यप् प्रत्ययः अस्ति ल्यप् ओ ओके ओके आफ्टर् डु आफ्टर् मेकिङ्ग् इट् रेडि इस् टु गिव् अस्तु महोदय उत्तमं धन्यवादाः तत्र विशालाक्षी भगिनी अग्रे पठतु दृश्यते किल दृश्यते but I will not know all the bhaktis chinta nasti avagatam yeah avagatam jila you understood the story so far yes yes yes agre padat chinta nasti kadachit kalayogi nama anyah kaschana sanyasi chaturbhihi shishyaihi sah tam gramam agatavan कदाचित् कालयोगी नाम अन्यः कश्च सन्न्यासी बै द नेम् आफ् कालयोगी अनदर् सन्न्यासी बै द नेम् आफ् कालयोगी केम् देर् वित् फोर् शिष्यास् केम् देर् वित् फोर् शिष्यास् देर् मीन्स् वेर् टु देट् ग्राम् टु देट् विलेज् kadachit kadachit avyayam it is an indeclinable word okay kadachit yeah all these words with end with chit and chana are indeclinable okay kadachit what is the meaning of kadachit arthah kah kadachit once okay तत्र क्रियापदं किं तत्र वाक्ये क्रियापदं किम् आगतवान् आगतवान् तव तु प्रत्ययः अस्ति तत्र इट् इस् अ क्रिया नाट् अ क्रिया क्रियापदम् इट् डजन्ट् हेव् अ लकारः इट् इस् प्रत्ययः कृदन्तः अस्ति कृदन्तः पदं कृदन्तं पदम् अस्तु आगतवान् कुत्र आगतवान् कुत्र आगतवान् ग्रामं तत्र ग्रामम् आदौ किं पठितवन्तः ग्रामः इदानीं ग्रामम् अस्ति तर्हि विभक्तिः का तत्र ग्रामम् इस् इट् द्वितीया द्वितीया विभक्तिः अस्ति तर्हि तम् इति पदस्य विभक्तिः का tam no I don't have any idea gramam ramam malam dvitiya vibhakti tam gramam is together dvitiya okay idani sanyasi tatra vibhakti hi ka kritavantah vayam sanyasi प्रथमा विभक्ति कर्ता कर्ता कर्तृपदमस्ति कर्ता अस्ति सः सन्यासी इस् द सब्जेक्ट् वैटर् ओके ओके चतुर्भिः शिष्यैः सह चतुर्भिः शिष्यैः ऐ जस्ट् टोल् सः साकं आल् दीस् डे तृतीया विभक्ति सो चतुर्भिः शिष्यैः तृतीया विभक्ति इदानीं पठतु अग्रे ग्रामप्रमुखः दशरथः तं स्वागतीकृत्य स्वस्य उद्याने एव तस्य वासार्थं व्यवस्थाम् अकल्पयत् ग्रामप्रमुखः दशरथ द चीफ् आफ् देट् ग्राम विलेज् दशरथः स्वागतीकृत्य वेल्कम्ड् हिम् स्वस्य उद्याने एव तस्य and made arrangements for him to stay in his park, in his garden. Uttama. Idani. Dasharathaha satra vibhakti ka. That is prathama vibhakti. Grama pramukhaha vibhakti ka. Say prathama vibhakti. Ah, uttama. Tam. Yeah. Tam it you take tam. Tam. It's you said is dvitiya vibhakti yeah. Tam but tam refers to whom over here is it to dasharatha no it refers to the sanyasi named kala yogi swagati krutya kidrusham padam sajji krutya कीदृशं पदं कविता भगिनी वदतु सज्जीकृत्य स्वागतं स्वस्य स्वस्य इति पदस्य विभक्तिः का स्वस्य विभक्ति षष्ठी विभक्ति हिज् उद्याने इन् हिज् गार्डन् उद्याने गार्डन् यस् स्वस्य उद्याने उद्याने विभक्तिः का द्वितीय नैव नैव उद्याने तीरे उद्याने रामे प्रथमविभक्ति नैव नैव रामे अस्ति रामः अस्ति किल प्रथमः विजयकुमार महोदय वदतु उद्याने सप्तमी विभक्ति एन् ओके एव तु अव्ययं पदं तस्य इति पदस्य विभक्तिः का स्वस्य ऐ जस्ट् सेड् षष्ठी तस्य तस्य तस्य देट् आल्सो षष्ठी विभक्ति वासार्थं तत्र चतुर्थी इति भावः अस्ति वासार्थं व्यवस्थां व्यवस्थाम् इति पदस्य विभक्तिः का व्यवस्थाम् इस् आल्सो चतुर्थी विभक्ति नैव नैव नैव ग्रामं मालां द्वितीया द्वितीया विभक्ति अकल्पयत् तु लङ् लकार अस्ति न पठितवन्तः भवन्तः तर्हि अग्रे गच्छामः पठतु What is the meaning of akalpayat? Akalpayat means he made arrangement. Means that vasartham vyavastham is made arrangement. Alva. Yeah. Arrangement is vyavastha. He made arrangement is akalpayat. Akalpayat. Okay. Okay. Achha. Okay. स्वस्य समीपं ये आगच्छेयुः तेभ्यः कालयोगी आशीर्वादपूर्वकं भस्म ददाति स्म. So there, whoever came, nearby those people there, who came, the sannyasi with Ashirvad, he gave them all bhasma. So he used to do mantra for the bhasma and he used to give it. Must man give, yes. The dhatra. Svasya iti padasya vibhakti ka? Svasya, near svasya. समीपम् इस् ये आगच्छेयुः, यु हेव् नाट् डन् दिस् लकारः, आगच्छेयुः देट् मीन्स् दोस् हू मे कम् वुड् हेव् कम्. तेभ्यः, तेभ्यः इति पदस्य विभक्तिः का? तेभ्यः प्रथमा विभक्ति. नैव नैव नैव, चतुर्थी चतुर्थी चतुर्थी विभक्ति. उत्तमं. किमर्थं तत्र ददाति अस्ति, अग्रे रिक्तहस्तेन एव सः भस्म संसृज्य ददाति स्म. Rikta-hastena means with the, without anything in his hands. Yes, uttamam. Yeah. Eva-saha bhasma samsrujya dadati sma. What is samsrujya? Samsrujya. He is to create the bhasma. Bhasma in his hands. Okay, okay. Rikta in his palms. Rikta hastena. Tasya padasya vibhakti ka? Tritiya? Tritiya vibhakti. Uttama. Tritiya vibhakti. Samsrijya. Samsrijya. Kidrisham padam? Samsrijyam. Samsrijyam. Sajjikritya. Sajjikritya. Yat, yat. Yat. Lyap, lyap, lyap. Yat, yeah. ओके इदानीम् अग्रे. ओके, भस्मदानावसरे सः कथयति स्म. अर्थं वदतु. भस्मदान अवसरे वैल् गिविङ्ग् देम् हि यूस् टु कथयति मीन्स् यूस् टु टेल् देम् कथयति कीदृशं पदम् कथवती कथयति नो देट् ऐ डोण्ट् नो एक्चुलि लट् लकार एण्ड् देट् लोट् लकार ऐ हव् नाट् लट् लकारः कथयति धन्यवादाः भगिनि. धन्यवादाः. तत्र विजयथङ्किमहोदय अस्ति किम्? विजयथङ्किमहोदय. आं भगिनि. पठतु महोदय. एतत् भस्म अद्भुतशक्तियुक्तम् अस्ति. वदतु अर्थं वदतु. आदर महोदय कथां श्रुतवान् किल भवान्? आं भगिनि. अस्तु. This bhasma is adbhut shakti yuktam means yuktam means joined with. Okay, joined so with is joined with is full of adbhuta shakti. So it is full of adbhuta shakti, it is full of extraordinary strength. Okay. Etat bhasma, etat iti padasya vibhakti ka पञ्चमी. एतत् तत् तेतानि एतत् एते एतानि एतत् वाट् इस् द मीनिङ्ग् आफ् एतत् देट् दिस् दिस् सो एतत् इस् तत् तद् शब्दस्य तत्र नपुंसकलिङ्गे प्रथमा विभक्तिः अस्ति. एतत् जानाति भवान् किञ्चित् भ्रम चिन्तन एतत् भवान् तु जानाति प्रथमा विभक्तिः भस्म अस्ति कीदृशं पदं क्रियापदं लकारः लट् लकारः अस् धातोतः निर्मितः. अग्रे एतेन भवतां सर्वाः समस्याः परिहृताः भविष्यन्ति. परिहृताः देट् इस् ऋकारः भविष्यन्ति. परिहृताः अर्थं वदतु. बै दिस् भस्म आल् problems will be solved. Uttama. Etena vibhakti ka tritiya tritiya vibhakti. Uttama. Bhavatam vibhakti ka dvitiya naiva. Bhavatam sarvaha samasyaha, all the problems of yours, your problems. षष्ठी विभक्ति शब्दस्य भवतां षष्ठी विभक्तिः. सर्वाः समस्याः तत्र सर्वाः विभक्तिः का प्रथमा. समस्याः लिङ्गं किम् सर्वाः समस्याः त्रिलिङ्गम् उत्तमं. परिहृताः तत्र परिहृताः विभक्तिः का सर्वाः समस्याः परिहृताः सेम् बिकास् दे आर् एडिक्टिव् तत्र विशेषणविशेष्यः भावः. भविष्यन्ति कीदृशं पदं क्रियापदं तत्र लकारः कः फ्यूचर् टेन्स्. उत्तमम्. अग्रे वाट् इस् काल्ड् इन् संस्कृत फ्यूचर् टेन्स् ऋट् लकार क्षम्यतां भवान् जानाति हिमालये द्वादशवर्षाणि यावत् तपस्याम् आचार्य अहम् आचार्य सोरि हिमालये द्वादशवर्षाणि यावत् तपस्याम् आचार्य अहम् एताम् अद्भुतां शक्तिं सम्पादितवान् अस्मि. The yogi said, I think, Kali Yogi, yes. That I did, what do you say, tapasya. for 12 years in Himalaya and get this extraordinary powers. Uttama. So I have acquired, sampaditavani, acquired this kind of shakti, after this kind of strength, after doing tapasya, after doing austerities in the Himalayas. Now Himalaya iti padasya vibhakti ka saptami. Uttama. Dvadasha varshani. तत्र द्वितीया द्वादशवर्षाणि. ओके, यावत् देट् मीन्स् फोर् देट् मच् टैम् तपस्यां, तत्र विभक्तिः का द्वितीया. द्वितीया आचर्य कीदृशं पदम् आचर्य? सज्जीकृत्य, समीकृत्य, ल्यप् ल्यप् ल्यप् हा ल्यप् अस्ति प्रत्ययः. एताम् अहं शब्दस्य विभक्तिः का? प्रथमाविभक्ति. तत्र प्रातिपदिकं किम्? अहं. कोऽपि जानाति किं प्रातिपदिकम्? कोऽपि वक्तुमिच्छति? विशालाक्षिभगिनी, कविता भगिनी, विजयकुमार महोदय, किञ्चित् साहाय्यं? न जानाति किम्? अस्मद् अस्मद् दकारान्त दकारान्त सर्वनामपदमस्ति. तत्र त्रिषु लिङ्गेषु अस्ति. ओके, एताम् अद्भुतां शक्तिं नपुंसकलिङ्गं किमर्थं? शक्तिः इति पदस्य स्त्रीलिङ्गे, स्त्रीलिङ्गे तदर्थम् एतां, सा ते ताः, एतां एते एताः. सम्पादितवान् कीदृशं पदम्? क्रियापद. क्रियापदं तत्र कृदन्तमस्ति. सो इट् इस् नाट् अ क्रियापदं वित् अ लकारः. इट् इस् द सेन्स् आफ् डूयिङ्ग् एक्षन्, बट् इट् इस् अ नामपदं. वै? बिकास् इट् इस् इट् इस् अ कृदन्तं. कृदन्तं कम्स् अण्डर् नामपदं. सो सम्पादितवान्, तवान्, तवतु, तवान्, कृतवान्, कृतवती, कृतम्, आल् दीस् आर् तवतु प्रत्यय. Not Pritam, sorry. Pritam is Tavratya. Okay? So, Sampaditavan, Padhitavan, Likhitavan, all these are Tavatu Pratyaya. Asmi. Asmi, Kidrisham Padam? Kriyapadam. Kriyapadam. Dakaraha? Lot Lakara. Lot Lakara. Lat Lakara. Sorry. लट् लकार एव उत्तमपुरुषः. अस्तु, अग्रे. परन्तु नद्याः तस्मिन् पारे विद्यमानः सन्यासी, अज्ञानी, दम्भाचरः च continues to say that the, on the other bank of the river, nadyah tasmin pare vidyaman, the sannyasi is what you say, agnani, dambhachara, ignorant and fake. Dambhachara is acting to be intelligent. Okay, you can say fraud, no, for dambhachara. Fraud. One who is just acting to be a sannyasi. Parantu. Parantu iti shabdasya kidrisham padam? Avyaya. Parantu. अव्ययम् अव्ययम् बट् नद्याः विभक्तिः का षष्ठी षष्ठी तस्मिन् पारे क्षम्यतां तस्मिन् पारे एतयोः शब्दयोः विभक्तिः का सप्तमी सप्तमी उत्तमं विद्यमानः विद्यमानः तत्र विभक्तिः का विद्यमानः सन्न्यासी सो आदौ वदतु सन्न्यासी इति पदस्य विभक्तिः का प्रथमा प्रथमा विद्यमानः सन्न्यासी तत्र विशेष बोधार्थकम् अज्ञानी दम्भाचारः च अग्रे कोऽपि महिमा तस्मिन् नास्ति There is no mahima or greatness. Okay. There is no greatness in him. Okay, this kopi. Tatra, do you know what that sign is called? Avagraha chinnam. That sign is called Avagraha chinnam. This is a purvarupa sandhihi. We have not learned Sandhi, so no problem. Now, that it means Kaha Api. So, whenever you see this Avagraha Chinnam, it means there is an A after it which has disappeared. So, if you want to break it, you have to say Kaha Api. Okay? So, Kopi, Kaha Api. Tasmin, Tasmin Vibhakti Hika? Tasmin, Taptami? Taptami Vibhakti. महिमा इति पदस्य विभक्तिः का महिमा नास्ति प्रथमा विभक्तिः कापि इट् शुड् हव् बीन् कापि विदौट् द अवसर्जिन बिकास् महिमा इस् अ स्त्रीलिङ्गं सो इन् हिम् देर् इस् नो अग्रे उदरनिमित्तं सः सन्न्यासीवेषं धृतवान् अस्ति For the sake of udaranimittam, bread winning, what would say? Satyam. Sanyasi vesam kritavan. Dhritavan, sorry. He became sanyasi. He had put on the clothes, dhritavan, he has assumed the clothes of a the form, this one of attire of a sannyasi vesham. So, udara nimittam, there, dvidya vibhaktihi, atva avyayam, drashtavyam, aham drishtva aham vadam. So, sannyasi vesham, kidrisham tatra vibhakti ka? Saha. सन्यासवेषं द्वितीया द्वितीया सः सः इति पदस्य विभक्तिः का प्रथमा प्रथमा विभक्ति धृतवान् कीदृशं पदं सम्पादितवान् धृतवान् पठितवान् लिखितवान् लिखितवती कीदृशं पदं तवत् तवती प्रदन्तः अस्ति धन्यवादः धन्यवादः आम् एतानि वाक्यानि श्रुत्वा जनाः चिन्ताक्रान्ताः जाताः बै लिस्निङ्ग् टु दीस् वर्ड्स् द पीपल् वेर् वरीड् एतानि वाक्यानि तत्र विभक्तिः का एतानि विभक्ति का प्रथमा विभक्ति नैव द्वितीया विभक्ति वाय् द्वितीया विभक्तिः द्वितीया वाय् द्वितीया विभक्तिः बिकास् फार् नपुंसकलिङ्गं यू केनाट् मेक् औट् रैट् तत्तेतानि तत्तेतानि एव सो हौ डु यु अण्डर्स्टाण्ड् वेदर् इट् इस् प्रथमा विभक्तिः और् द्वितीया विभक्तिः ओवर् हियर् you have to see whether it is the subject or the object. Object, acha. If it is the subject, then you will have the word. For example, etani vakyani santi. Then it will be prathama vibhakti. But over here, it is after listening to the word. So it becomes the object. And because it is the object, it is in dvitiya vibhakti. Because dvitiya vibhakti, tatra karma padam eva. Shrutva, shrutva. Ki drisham padam? Tva. जनाः चिन्ताक्रान्ताः जाताः विभक्तिः का तत्र प्रथमा विभक्ति बहुवचनं प्रेमानन्दस्य विषये दशरथस्य महान् आदरः आसीत् प्रेमानन्द दे आर् टाकिङ्ग् आफ् द पीपल् जनाः No, now we have two yogis, right? This yogi who spoke all this is Kala Yogi. Kala. And earlier in the first paragraph we had read it, where Vijay Kumar Mahodaya said that on that band there was a yogi and his name was Premananda. So he, now Kala Yogi has told that Premananda, he has not told Premananda, he told those who, the one who is there at the other end of the shore, he is a Dambhachara. So Premanand was is his name. So Premanandasya Vishaye Dasharathasya Mahan Adarah Asi. That Premanand was there with his two Shishyas for a long time also. Now this new man who has come is telling all this about Premanand. So Premanandasya Vishaye Dasharathasya Mahan Adarah Asi. What do you mean by that? What Artham is that village chief Dasharatha had had a very high opinion of that Premananda Sanyasi. Premanandasya Vibhakti Hita. Premanandasya Vibhakti Shashti. Vishaye? Vishaye Saptami. Uttamam Dasharathasya? Dasharathasya Shashti. Mahan. आदरः महान् तत्र लिङ्गं महान् इट्स् अ प्रत्यय महान् महापदं लिङ्गं पुंलिङ्गं किमस्ति पुल्लिङ्गं महान् आदरः आदरः अस्ति पुंलिङ्गे आसीत् कीदृशं पदम् आसीत् टु हेव् क्रियापदम् तस्य निष्कपटव्यवहारेण सः अत्यन्तं प्रभावितः जातः आसीत् सो तस्य इस् प्रेमानन्दस्य सन्यासी उनके हिस निष्कपट मीन्स् स्ट्रेट् फार्वर्ड् व्यवहार डिस्पोजिशन् डिस्पोजिशन् सः मीन्स् प्रेमा सः इस् दशरथः हि वास् अत्यन्त एक्स्ट्रीम्लि इन्फ्लुयेन्स्ड् जातः आसीत् तस्य इति पदस्य विभक्तिः तस्य षष्टिविभक्ति उत्तमं निष्कपटव्यवहारेण तृतीया द्वितीया उत्तमं बाह्य स्ट्रेट् फार्वर्ड् और् बाह्य अन्पल्यूटेड् सः इति पदस्य विभक्तिः का प्रथमा विभक्ति पुल्लिङ्गशब्दः शब्दः का प्रातिपदिकं शब्दः कः प्रातिपदिकं अत्यन्तम् तु अव्ययम् अत्यन्तं प्रभावितः जातः दीस् आर् एड्जेक्टिव्स् फार् दशरथ अग्रे कालयोगिनः निन्दावचनानि तं बहुधा बाधन्ते स्म कालयोगीस् निन्दावचनानि द वर्ड्स् आफ् निन्दा बेड् क्रिटिक् द क्रिटिक् वर्ड्स् आफ् कालयोगीस् the criticism the criticism by kala yogi he was very affected bahuda badante he was very affected now over there tatra kim asti kala yogi nah iti padasya vibhakti ka prathama vibhakti kam artham yogi nah when you translated you said kala yogis acha acha yogis ha so tritiya कालयोगिनः तत्र षष्ठी विभक्तौ अस्ति षष्ठी विभक्तिः सो ऐ हव् नाट् डन् देट् ओवर् हियर् येट् सो स्वामिन् दीस् कैण्ड् आफ् वर्ड्स् बिकम् स्वामिनः सो कालयोगिनः ओके ओके कालयोगिन् इति प्रातिपदिकं कालयोगिनः षष्ठी विभक्तिः तस्य निन्दावचनानि इति पदस्य विभक्तिः का वचनानि तृतीया क्या तृतीया वचनानि वनं वने वनानि वनानि वने वनानि द्वितीया द्वितीया अत्र प्रथमा नास्ति किमर्थं कर्मपदमस्ति उत्तमं बाधन्ते कीदृशपदं बाधन्ते बाधन्ते बाधन्ते क्रियापदं क्रियापदं क्रियापदं लकारः लट् बाधन्ते लट् लकारः परन्तु आत्मनेपदी अस्ति आत्मनेपदी अस्ति न तु बहुवचनं बहुवचनं बहुवचनं अतः अन्येः कैश्चित् ग्रामवसीभिः सह दशरथः प्रेमानन्दस्य समीपे गत्वा आत्मना श्रुतं समग्रं तम् उक्तवान् अतः सो अन्ये कैश्चित् ग्रामवसीभिः अन्यैश्चित् समदर् ग्रामवसेभिः समदर् ग्रामवासिभिः ग्रामवासी सह ओहो अच्छा अतः सो समदर् ग्रामवासी दशरथ प्रेमानन्दस्य समीप गत्वा दशरथ वेंट नियर प्रेमानन्द स्वामी आत्मना श्रुत्वा श्रुतं समग्रं तम् उक्तवान् आत्मना श्रुतं इस् स्नेप् वाट् ही हर्ड् बै हिमसेल्फ् आत्मना इस् विथ हिम बै हिज ओन सेल्फ वाट् ही हर्ड् समग्रं तम् उक्तवान् ही टोल्ड हिम एवरीथिंग ही टोल्ड प्रेमानन्द स्वामी कीदृशं पदं गत्वा उत्तमं विजय महोदय उक्तवान् श्रुतवती अस्तु अन्यैः विभक्तिः का अन्यैः विजय महोदय जानाति वदतु अन्यैः तृतीया विभक्ति तृतीया विभक्ति कैश्चित् बहुवचने ग्रामवासिभिः ग्रामवासिभिः मालाभिः मालाभिः चतुर्थी विभक्ति अन्यैः कैश्चित् ग्रामवासिभिः तत्र सः यदा सः पश्यति तदा तृतीया विभक्तिः एव सह साकं सहितं all these take dritya vibhakti. We have done it during the abhyasa. दशरथः विभक्ति का दशरथ इति पदस्य प्रथमा विभक्ति उत्तम प्रेमानन्दस्य प्रेमानन्दस्य षष्ठी विभक्ति आत्मना तृतीया विभक्ति तृतीया विभक्ति स्वामिना योगिना श्रुतं विदत्त प्रत्यय वी हैव नॉट डन इट समग्रं तम उक्तवान् तम इति पदस्य विभक्ति का द्वितीया विभक्ति उक्तवान् कीदृशं पदम् उक्तवान् विजयकुमार् महोदय यू कान्ट् सी नौ सर्वं श्रुत्वा प्रेमानन्दः अवदत्तः अवदत् एताहस्य योगिनः एकनिमिष एतादृशस्य दृ अस्ति तत्र ऋकारः एतादृशस्य योगिनः प्रतीक्षायाम् एव आसाम् प्रतीक्षायाम् एव आसम् सर्वं श्रुत्वा इत्युक्ते किं सर्वं श्रुत्वा आफ्टर् लिस्निङ्ग् टु आल् दिस् सो दशरथ आफ्टर् लिस्निङ्ग् टु प्रेमानन्द आफ्टर् लिस्निङ्ग् टु दशरथ सो दशरथ हेज़् गोन् एण्ड् टोल्ड् प्रेमानन्द् एव्रिथिङ्ग् किम् उक्तवान् एतादृशस्य योगिनः प्रतीक्षायाम् एव आसम् ऐ वास् इन् वेटिङ्ग् प्रतीक्षायां एतादृशस्य इति पदस्य विभक्ति का षष्ठी योगिनः प्रथमा नैव नैव एतादृशस्य योगिनः षष्ठी विभक्ति प्रतीक्षायां विभक्ति का वक्तुम् इच्छति प्रतीक्षायां मालायां सप्तमी ओके ओके मालायां तत्र आसम् क्रियापदमस्ति लङ् लकारस्य उत्तमपुरुषं रूपम् किम् उक्तवान् पठतु किं वद अहं प्रतीक्षायाम् आसम् प्रेमानन्द अग्रे पठतु अहम् अग्रिमायाम् एकादशायाम् एकादश्यां भवन्तः अग्रिमायां मीन्स् देर् आफ्टर् पूर्णं वाक्यं पठतु ओके ओके आश्रमे यज्ञकुण्डस्य व्यवस्थां कल्पयन्तु देर् आफ्टर् एकादशदशायां मीन्स् 11 needful for the yagya. No. So, needful vyavastham. Do the arrangement. Kalpayantu lot lakare. Oh, okay. So, he tells Dasharatha, अग्रिमायाम् एकादश्याम् Bhavantaha ashrame, that means in your ashrama, because he is a king, he is talking in Bahuvachan. Okay? Eka Bhavantaha ashrame, yatna kundasya vyavastham kalpayam. You make arrangements for a yatna. Yatna kunda. Okay. Agrimayam ekadashyam. एकादश्याम् इति पदस्य विभक्तिः एकादश्याम् षष्टि नैव मालायाम् इदानीमेव कृतवन्तः व्यवस्थायां मालायां सप्तमी एकादश्याम् अग्रिमायां दशमीसुन्द तमिङ्ग् एकादशी ओके भवन्तः भवन्तः आश्रमे भवन्तः विभक्तिः का भवन्तः भवन्तः इस् प्रथमा विभक्ति एक्चुअली इट् इस् प्रथमा विभक्ति आल्सो बट् ओवर् हियर् इन् द कान्टेक्स्ट् इन् द कान्टेक्स्ट् इट् इस् भवन्तः आश्रमे सो इन् योर् आश्रम सो इन् योर् योर् इस् तृतीया तृतीया षष्ठी विभक्ति षष्ठी विभक्ति चिन्ता नास्ति वयं न पठितवन्तः आश्रमे आश्रमे इति पदस्य विभक्तिः का सप्तमी सप्तमी यज्ञकुण्डस्य विभक्तिः का षष्टि षष्टि व्यवस्थां कल्पयन्तु व्यवस्थां द्वितीया विभक्ति द्वितीया द्वितीया द्वितीया द्वितीया कल्पयन्तु लकारः कः लट् लट् लोट् लोट् लोट् लोट् लकारः तत्र रुद्रहोमं प्रचलयतु तत्र रुद्रहोमः प्रचलयतु देन् आफ्टर् द होमं स्टार्ट् यु मेक् do a homa over there. Prachalatu. Okay. Okay. Prachalatu. Prachalatu iti padasya lakara sakraha? Lot lakara? Lot lakara. Agri. Purna hutehe anantaram pavitra hridayam yogi yadi agno pravishya bahi agachet आगच्छेत् आगच्छेतः आगच्छेत् स्तरे सम्यक् एव पठितवान् आगच्छेत् आगच्छेत् तर्हि सः आफ्टर् दि पूर्णाउन् पूर्णाहुति ओके ओके द्विगुणी कृतेन तेजसा अद्भुतशक्तिभिः च युक्तः भवेत् आफ्टर् दि पूर्णाहुति प्यूरिफिकेशन् हृदय पवित्रहृदय प्यूर् बै फ्रम् दि प्यूर् हार्ट् आफ् योगी द अग्नि the fire he entered the fire if yadi is there if he enters the fire but he agache if he enters the fire and comes out okay then sah triguni kritena tejasa dvi two force tejas this means power special shakti adyut shakti bhi emerge yukta bhave so okay. He say is now Premananda is telling Dashavatara maybe a little bit sarcastically, we don't know yet. Okay. So after the we do the Rudra, Rudra Homa we do, after the Purnahuti, if this person gets into the fire, because Purnahuti means full, no? They put all the ghee and then it comes very hard, very hard. So if he comes, gets in and comes out, he should be more powerful. Why? Because of the Agni. He should be more powerful. Dviguni kritena tejasa, double tejas. Adhuta shakti bhi, you would be now over here, bhavet and agache is vidhiling latara. Okay. That means he may be come, like how we say, agache. It could be that he would be not. Now only he's saying he's powerful. After he gets into that and he comes out, he will be double powerful. Okay. So this bhavet and agarche are both kriyapadam, but they are vidhilinga, which we have not done. Okay, yadi tarhi are used with condition. Yadi evam bhavati tarhi tatha. Purna ahutehe kidrisham padam tasya vibhakti ka. Purna ahutehe saptami. नैव पूर्णा हुते हे हे अस्ते पूर्णा हुते तृतीया तृतीया षष्टि षष्टि पूर्णा हुते षष्टि हाउ मैम हाउ इज षष्टि षष्टि आई टेल यू आहुति ही मति ही पति ही ऑल दोस ओके ओके ओके ओके सो आई एम मिक्सिंग द लिंगम बट आई जस्ट गिव यू एन एग्जांपल शक्तिहि त्रिलिङ्गे अस्ति शक्तेः भवति पूर्णाहुतेः अनन्तरं पवित्रहृदयः योगी इति पदस्य विभक्तिः का योगी स्वामी योगी प्रथमा विभक्ति पवित्रहृदयः इति पदस्य विभक्तिः रामाय नो डोंट यू शुड नॉट यू शुड इट्स नॉट नेसेसरी टू थिंक टू मच यू नो व्हाई बिकॉज़ योगी इज प्रथमा विभक्ति एंड पवित्र हृदय इज द एडजेक्टिव फॉर यू ओके विशेषण विशेष भाव अस्ति तत्र लिंगम वचनम सर्वमपि ओके तथा एव यदि अव्ययम् अग्नौ अग्निः अस्ति अग्नौ विभक्तिः का सप्तमी सप्तमी प्रविश्य षष्टि प्रविश्य अहं किञ्चित् तत्र सङ्केतं प्रविश्य समीकृत्य कोऽपि वक्तुम् इच्छति किम् तत्र कीदृशं पदं यत् यत् लेप् बहिः तु अव्ययमस्ति आगच्छेत् तर्हि सः विजयकुमार महोदय सः इति पदस्य विभक्तिः का प्रथमा द्विगुणीकृतेन तत्र विभक्तिः का वक्तुमिच्छति तृतीया विभक्ति इदानीं शृणोतु द्विगुणीकृतेन तेजसा अपि च द्विगुणीकृतेन तत्र विशेषणविशेषभावः अस्ति तर्हि तेजसा इति पदस्य विभक्तिः का तृतीया विभक्ति उत्तमम् अद्भुतशक्तिभिः तत्र विभक्तिः का द्विगुणीकृतेन तेजसा अद्भुतशक्तिभिः राम तत्र विभक्तिः का तृतीया विभक्तिः उत्तमं च युक्तः भवेत् युक्तः तत्र तस्य योगिनः विशेषण तर्हि युक्तः सः युक्तः भवेत् सः युक्तः भवेत् तर्हि विभक्तिः का युक्तः इति पदस्य युक्तः सः युक्तः भवेत् सः अपि च युक्तः प्रथमा विभक्ति उत्तमम् अग्रे ततः मानवकल्याणं सम्पद्येत परिशीलनं करणीयम् ततः मीन्स् आफ्टर् देट् फ्रोम् देर् आफ्टर् गेटिङ्ग् इन् टु द रिजल्ट्स् एण्ड् कमिङ्ग् औट् मानवकल्याणं सम्पद्येत सोशियल् फार् दि वेल्फेर् आफ् द सोसैटि He will become, for the welfare of the, what do you call it, he will do great kalyana for the society. Society, he made, okay. So he could come out and he could do great. Etat vishaya, etat vishayam sah sarvakya kala yogi janiyat evah. Eva. After he the Kala Yogi becomes the famous he'll become Sarvakya means all pervading all knowledgeable okay and all knowledgeable this etam vishayam sah sarvajnah kala yogi janiyat eva of this subject he must be knowing only because he is sarvajna sarvajna kala yogi janiyat eva that janiyat is also vidhim so he must be knowing all this etam vishayam that if I get into the fire and come out and all because future no yogi is a yogi should know all this etam vishayam tatra vibhakti ka vishayam dritiya vibhakti सः सर्वज्ञः तत्र विभक्तिः का सः सर्वज्ञः प्रथमाविभक्तिः तत्र सर्वज्ञः अपि सः तत्र विशेषणविशेष्यभावः कालयोगी सः सर्वज्ञः कालयोगी तत्र विभक्तिः का प्रथमाविभक्तिः जानीया एव अग्रे अग्रे पठ महिमावन्तः संयुक्त अक्षर महिमान्वितः महिमान्वितः सः आदौ अग्नौ प्रविशतु नामः नाम महिमान्वितः That means full of mahima, joy. Of greatness. Joy. Of greatness. Okay. Greatness. Oh. Mahiman vitaha. That means he is full of this anvitaha, that half which is there. This means full of. Okay. Veda vit. We have learned Veda vit. Like that would be similar. Oh. So mahiman vitaha saha. He who is full of mahima, that saha. Adav agna pravesha tunana. Let him first. तत्र विभक्तिः का प्रथमा विभक्ति आदौ आदौ तु अव्ययमस्ति अग्नौ अग्नौ विभक्तिः का कृतवन्तः कोऽपि वदतु कोऽपि वदतु षष्टि सप्तमी सप्तमी सप्तमी ओके ओके ओके प्रविशतु तत्र लकारः कः महोदय वदतु विशतु प्रविशतु प्रविशतु लोट् लकारः लोट् करोतु करोतु पठतु ओहो नाम नाम सिम्प्लि पुट् ओवर् देयर् एज़् एज़् एन् एक्स्प्रेशन् First of all, let him do like that. First of all, let him do that. Then we will see. Agre? तदन्तरम् अहं मम शिष्येः शिष्यैः साकम् अग्निकुण्डप्रवेशं करिष्यामि. आफ्टर् दट् मै शिष्य एण्टर् दि अग्निकुण्डप्रवेश. तदनन्तरं कीदृशं पदं क्रियापदम् अव्यय अनन्तरं तदनन्तरं अहम् अहम् इति पदस्य विभक्तिः का प्रथमा मम इति पदस्य विभक्तिः का द्वितीया विभक्ति नैव मां नास्ति अत्र मम अस्ति मम कोऽपि वदतु कविता भगिनी विजयतु षष्ठी विभक्ति अस्मत् शब्दस्य षष्ठी विभक्ति शिष्यैः विभक्तिः का जानाति भवान् तृतीया विभक्ति अपि च अत्र साकमपि अस्ति तर्हि सन्देशः अस्ति एव अग्निकुण्डप्रवेशं तत्र विभक्तिः का द्वितीया विभक्ति उत्तमं करिष्यामि कीदृशं पदम् क्रियापदं लकारः कः लट् लकार अग्रे पठतु एतत् विषयं तं सूचयन्तु भवन्तः इति दिस् सब्जेक्ट् to he's informing you inform him etam vishayam tatra vibhakti ka vishayam prathama vibhakti kimartham dvitiya vibhakti atra tam इत्युक्ते कं हू इस् रेप्रेसेण्टेड् बै दिस् वर्ड् तं प्रथमा विभक्ति दट् इस् मुनि दट् सेण्ट् विच् सेण्ट् देर् आर् टू सेण्ट्स् हूम् फस्ट् वन् न वाट् इस् हिस् नेम् प्रेमानन्द नैव कोऽपि वदतु सो गो एण्ड् इन्फार्म् दिस् टु हिम् ओके तम् इस् देट् कालयोगि सूचयन्तु तत्र लकारः कः कोऽपि वदतु भवानेव वदतु लोट्लकारः ओके भवन्तः सूचयन्तु भवन्तः तत्र प्रथमा विभक्तौ अस्ति अत्र किं करणीयं तत्र अधिकमेव अस्ति अग्रे कुर्मः किम् अत्र समापयामः. विल् डु इट् नेक्स्ट् क्लास्. अहं किं करिष्यामि, तत्र चित्रम् अहं प्रेषयिष्यामि, चित्राणि भवन्तः प्रयत्नं कुर्वन्तु गृहकार्यरूपेण, अस्तु. कविता भगिनी तत्र किं शान्तिमन्त्रं वदतु. दृश्यते किम्? आं दृश्यते भगिनि. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग्भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः अनेके. धन्यवादः. धन्यवादः. पुनर्मिलामः.